नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थे निच् विशेष अजन्तदातवः इति विषयः अनुवर्तते। अत्र सामान्यतया तत्र अस्माभिः परिचयः प्राप्तः, प्रेरणार्थे निच् प्रक्रिया कथं भवति इति परिचयः प्राप्तः। तत्र निजन्त निच् प्रत्यये परे यदा धातुतः निच् प्रत्ययः विधीयते तदानीं निच् प्रत्ययम् आश्रित्य कतिचन कार्याणि भवन्ति। यतोहि निच् प्रत्ययः णित् अस्ति, णित् इति धर्मम् आश्रित्य कतिचन कार्याणि भवन्ति। अजन्तधातुः अस्ति चेत् अचोयणीति इत्यनेन वृद्धिः, हलन्तधातुः इगुपदधातुः अस्ति चेत् पुगन्तलघुपदस्य च इत्यनेन गुणः, अधुपदधातुः उपदायं ह्रस्वकारः अस्ति चेत् अत उपदायाः इत्यनेन वृद्धिः इति सामान्यतया अस्माभिः अवगतम्। तत्पश्चात् आर्धधातुकप्रक्रियायां यदा निष्प्रत्ययः विधीयते तदानीम् आर्धधातुकप्रक्रिया आश्रियते। आर्धधातुकप्रक्रियायाम् एजन्तधातूनाम् आत्वं भवति सर्वत्र, न केवलं निचि परे, अन्यत्रापि यः कोऽपि आर्धधातुकप्रत्ययः अस्ति तदानीम् एजन्तधातोः आत्वं भवति। अत्र निजन्तप्रसङ्गे यदा आत्वं भवति कश्चन विशेषः अस्ति, तर्हि आत्वं भवति चेत् आकारान्तः भवति, आकारान्तधातुः भवति, तर्हि आकारान्तधातुः अस्ति चेत् पुगागमः भवति, अर्ति ह्री व्ली रीक् नुयि श्मायातां पुङ्नौ इत्यनेन पुगागमः भवति इति सामान्यनियमः अस्ति। एजन्तधातूनाम् आत्वम् आकारान्तः अस्ति चेत् पुगागमः इति सामान्यम्। तत्पश्चात् तत्र शाचासाह्वा व्यावेपां युक् इत्यनेन कतिचन परिगणितधातवः सन्ति येषां पुगागमस्य स्थाने युगागमः, अपवादरूपेण युगागमः भवति। यदा तत्र धातवः उल्लेखिताः शाचा साह्वा व्या वेपाम् इति, तत्र वेपां पाम् इत्यत्र पा इति धातुः, यत्र पा इति रूपं लभ्यते तत्र पा इति रूपं पै शोषणे इत्यत्र यदा आकारः भवति तदानीं पा इति भवति, तत्र युगागमः भवति पाययति इति रूपम्। एवं पापाने इत्यत्रापि आकारान्तः एव अस्ति, युगागमः भवति पाययति इति रूपम् इति सामान्यम्। अपि च तत्र पादातुः रक्षणार्थे अपि भवति, रक्षणार्थे अस्ति चेत् पादातोः तत्र युगागमः न भवति, परन्तु तत् युगागमस्यापि अपवादः, प्रथमतया पुगागमः, पुगागमस्य अपवादः युगागमः इति उक्तम्। इदानीं युगागमस्यापि अपवादः अस्ति लुगागमः, इत्युक्ते पादातोः यदा रक्षणार्थे भवति तदानीं लुगागमः एव भवति, तर्हि पालयति इति रूपं निष्पन्नं भवति। तर्हि पाययति इति सामान्यरूपं युगागमसहितरूपम्, परन्तु पारक्षणे इति धातुः पालयति इति प्रसिद्धं रूपम् अस्ति, पालयति इति रूपम्, ईश्वरः अस्मान् पालयति इति एतादृश उदाहरणानि सम्भवन्ति। एतावत् अस्माभिः दृष्टं गतवर्गे। अनन्तरं तत्र वै इति धातुः कश्चन धातुः अस्ति, शाचा साह्वा व्या वेपाम् इत्यत्र वे इति उक्तमस्ति, तर्हि तत्र सामान्य वे धातुः अस्ति चेत् तत्र यतोहि तत्र किं शाचा साह्वा व्या वेपाम् इत्यत्र वे इति उक्तम्, अतः वै इत्यस्य तत्र ग्रहणं नास्ति। वै इति धातोः विषये तत्र एजन्तः अस्ति इति कृत्वा आत्वं भवति आदे च उपदेशिषिति इत्यनेन, तत्पश्चात् तत्र सामान्यतया आकारान्तः अस्ति चेत् पुगागमः भवति, अतः वापयति इति रूपं सामान्यतया लभ्यते। परन्तु वै इति धातोः धातूनाम् अनेके अर्थाः सन्ति, अतः वै इति तत्र केवलं शोषणे इति एव अर्थः इति नास्ति, धातूनाम् अनेके अर्थाः सन्ति। यदा वै इत्यस्य कम्पने इति अर्थः भवति तदानीं तत्र पुगागमः न भवति परन्तु जुगागमः भवति, वो विदूनने जुक् इत्यनेन जुगागमः भवति। यदा जुगागमः भवति तदानीं वाजयति इति रूपं, कम्पनार्थे अस्ति चेत् वाजयति इति रूपं, कम्पनार्थे नास्ति शोषणे इत्यर्थे अस्ति चेत् वापयति इति रूपम् इति वै धातोः विशेषः अस्ति. अतः यत्र कुत्रापि प्रयोगे वाक्येषु वाजयति इति रूपं दृश्यते चेत् तदानीं वै शोषणे इति धातुः इति मत्वा तत्र शोषणार्थः अस्ति इति न, तत्र जुगागमः अस्ति इति तदेव सङ्केतः अस्ति. जुगागमं दृष्ट्वा वाजयति इति जुगागमं दृष्ट्वा अस्माभिः अवगन्तुं शक्यते यत् अत्र कम्पनार्थे अस्ति इति. वापयति इति अस्ति चेत् वाक्येषु वापयति इति अस्ति चेत् तदानीं शोषणे इति अर्थः एव इति अवगन्तुं शक्यते. तावत् प्राप्तम्. इदानीं ला इति धातुः अस्ति. अत्र वस्तुतः अग्रिमसूत्रे लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने इत्यत्र ली धातुः ला धातुः इति द्वयोः अपि ग्रहणं, परन्तु प्रथमतया अकारान्तधातूनां पाठः जायमानः अस्ति इति कृत्वा ला इत्यस्य विषये वयं पश्यामः. अग्रे इकारान्तेषु ली इत्यस्यापि पुनः पश्यामः. तर्हि ला इत्यस्य कृते नूतनं सूत्रमस्ति, तत् गतवर्गे एकवारं पठितं, पुनः अस्मिन् सप्ताहे पुनः वयं पठामः. तत्र कः किं मीना भगिनी पठति वा? आं भगिनि. ला धातुः अदादिगणे ला धातुः लट्लकारे लाति इति रूपम् अर्थः लभते स्वीकरोति इति. लीलोर् लुक् लुक् लुक् अन्वय अन्यतरस्यां स्नेहविपातने निचिपरे स्नेहनिपातने विकल्पेन ली धातोः नुक् ला धातोः लुक् च नी धातोः नुक् ला धातोः लुक् च तत् अभावे पुक् ओके. स्नेहः नाम तैलं घृतं, निपातनं नाम टु मेल्ट् डिसोल्व्. स्नेहनिपातनार्थे निचि ली धातोः नुगागमः ला धातोः लुगागमः च विकल्पेन भवति. लीश्च भगिनि स्नेहविपातनार्थे न तु दिपातनार्थे. स्नेहविपातनार्थे अहम् उक्त निपातनार्थे वा? निपातनं नास्ति, विपातनं विपातनार्थे स्नेहविपातनार्थे निचि ली धातोः नुगामः ला धातोः लुगागमः च विकल्पेन भवति. लीश्च लाश्च लीलौ द्वन्द्वः त्वयोर्लीलोः नुक् च लुक् च नुक् लुकौ द्वन्द्वः स्नेहस्य विपातनं स्नेहविपातनं तस्मिन् स्नेहविपातने षष्ठी तत्पुरुषः लीलोः षष्ठ्यन्तं नुक् लुकौ प्रथमान्तम् अन्यतरस्यां सप्तम्यन्तं स्नेहविपातने सप्तम्यन्तम् अनेकपदमिदं सूत्रम् सूत्रम् अर्तिह्रीव्लीक्ष्मायातां पुग्नौ इत्यस्यां नौ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रं लीलोः अङ्गस्य नुग्लुकौ नौ स्नेहविपातने अन्यतरस्यां तत्र द्वौ धातौ इति किं भवति नी निच् प्रत्यये परे तस्य ली ली ला धातुद्वयम् अस्ति. तत्र ली धातोः नुक् आगमः ला धातोः लुक् आगमः यदि स्नेहविपातनयोः तत्र अस्मिन् अर्थे वा स्नेहविपातनार्थे निचि ली धातोः लुगामः ला धातोः लुगामः ला धातोः लुगागमः च विकल्पेन भवति. तस्मात् लीलोः अङ्गस्य नुग् लुक् लुकौ तत्र ली धातोः नुक् ला धातोः लुक् न निच् कृते परे नौ स्नेहनिपातने इति अर्थे अन्यतरस्य विकल्पेन आगच्छति. अग्रे पठामि वा? न, इदानीं सम्यक्. स्नेहविपातने इत्युक्ते किम्? स्नेहविपातने इत्यर्थे तत्र विपात विपातनम् इत्यर्थे टु मेल्ट् इति उक्तं तत्र. अन्यनाम टु विपातनं तत्र संस्कृतभाषायाम् अहं न जानामि. द्रवीकरणं, स्नेहस्य द्रवीकरणं. स्नेहः इत्युक्ते स्नेहः इत्युक्ते ग्रीसि तैलं, तैलं घृतं, तैलं घृतं, तैलं. तर्हि इदानीम् इदं सूत्रं नास्ति चेत् किं भवति तत्र? ली दातुं, ली दातुं स्वीकरोतु. ली दातु, ली दातु वा ला दातु भगिनि? ली दातु. एकम् एकं स्वीकरोतु. ली इति स्वीकर अत्र सूत्रे धातुद्वयम् उक्तं खलु, ली अपि च ला. ली धातोः इदं सूत्रं नास्ति चेत् किं भवति तत्र? ली योगः निच् अस्ति तत्र. अचोन्यति इति सूत्रेण लै भवति, तदनन्तरं तदनन्तरम् आदेशे आदेशे उपदेश अशिति इति सूत्रे न न लीयोगः निच् ली तत्र निच् प्रत्यये परे ली लै भवति, लै भवति. आदेशे उपदेशे अशिति इति एच् भवति तत्र. तदनन्तरम् आत्वं भवति, ला भवति. न एदे आदेश उपदेशिष्यति इति उक्तं खलु, उपदेशिष्यति. उपदेशे नास्ति इदानीम्, उपदेशे नास्ति. तस्मात् ली लै भवति अचोनिति सूत्रेण. तदनन्तरम् एचोयावः लाययति भवति. अस्ति वा? लाययति इति भवति सत्यं. लाययति ला धातुः अस्ति चेत्, ला धातु अस्ति चेत् ला योगः निच् भवति. तत्र आदेशो तत्र नास्ति. तत्र पुगागमः भवति. तत्र पुगागमः आताम् अत्रि ह्री ग्रि युक्युनीक्षामि आतां पुग्नौ इति सूत्रेण लाप्वयति भवति. ला लापि तदनन्तरं लापयति भवति. हा सत्यं, समीचीनं. तर्हि तर्हि किम् अस्ति इति चेत्, ली धातुः, ली धातोः अर्थः स्नेहविपातनम् इति नास्ति. ली धातोः अर्थः श्लेषणे इति एवं रीत्या अस्ति चेत् तदानीं ली धातोः ली श्लेषणे इत्यर्थे ली धातोः रूपं किं भवति? लाययति. लाययति इति रूपं भवति. परन्तु ली धातोः एव यदा स्नेहविपादनम् इति अर्थः भवति तदानीमेव तत्र नुगागमः भवति, अतः लीनयति इति रूपं भवति तदानीं. लीनयति एवं ला धातोः भवति किम् उक्तवती रूपम्? तत्र लुक् लुक् आगमः, लीलोर् लीलोः अङ्गस्य लुक् लुक् लुक् सूत्रं नास्ति चेत्. सूत्रं ला धातोः अस्ति चेत् तत्रापि लापयति भवति. लापयति इति भवति. यदा स्नेहविपातनम् इति अर्थः नास्ति तदानीं लापयति इति भवति. यदा स्नेहविपातनम् इति अर्थः अस्ति तदानीं किं भवति? तत्र लुक् भवति, तस्मात् लाल लकारः भवति, लालयति इति भवति. लालयति इत्युक्ते कः अर्थः तत्र? पालनं करोति, माता उत्तम पालनं करोति इति अर्थः अस्ति. अतः लालयति इति वदाति चेत् स्नेहविपातनार्थे नास्ति लालयति इति. लालयति इति रूपं तु सामान्यतया तत्र माता पुत्रं लालयति इति तादृशमस्ति, लालयति. परन्तु तत्र उपसर्गसहितः यदा भवति तदानीं तत्र तदानीं स्नेहविपातनार्थे भवति उपसर्गसहितः तत्र न उक्तम् उपसर्गमिति तत्र न उक्तं भगिनि न न सूत्रे न उक्तं सूत्रे तथा किमपि न उक्तं परन्तु यतोहि लालयति इत्यस्य अर्थः स्नेहः इत्यर्थः अस्ति स्नेहः इत्यर्थः लालयति इति खलु स्नेहः इत्यर्थः अस्ति पुत्रं लालयति यथा घृतं घृतं विलीनयति घृतं विलायति विलाययति घृतं विलालयति विलालयति इति यदा वदति विलालयति तदानीं तत्र स्नेहविपातनार्थे अस्ति विलालयति इति केवलं लालयति इति एव वदति चेत् तत्र लालयति इति धातुः कः इति रूपस्य कः अर्थः लालयति तत्र एव स्नेहं करोति तत्र माता पुत्रं लालयति हा इति तत्र तथा अर्थः अस्ति लालयति इत्युक्ते तत्र किं प्यान्तरिङ्ग् अथवा फाण्ड्लिङ्ग् इति तादृश अर्थः अस्ति तत्र तु स्नेहविपातनम् इति नार्थः परन्तु यदा वि इति उपसर्गं योजयामः तदानीं विलालयति इति वयं वदामः चेत् तदानीं तत्र स्नेहविपातनार्थे अस्ति सूत्रे तथा किमपि न उक्तं परन्तु केवलं लालयति इति वयं वदामः चेत् तदानीं तादृश अर्थः तत्र स्नेहः इति अर्थः तु भवति लालयति इत्युक्ते स्नेहः इति अर्थः तु भवति परन्तु किं टु मेल्ट् इति अर्थः नास्ति लालयति इत्युक्ते मेल्ट् इति अर्थः नास्ति विलालयति इत्युक्ते मेल्ट् इति अर्थः विलालयति इत्युक्ते मेल्ट् इति अर्थः अस्तु इदानीं किम् उपसर्ग अस्ति वा लि न वि वि उपसर्गः ओके वि इति उपसर्गः धन्यवादः वि उपसर्गं योजयामः चेत् तदानीं तु मेल्ट् इति अर्थः लभ्यते विलालयति इति परन्तु केवलं लालयति इत्युक्ते तत्र तु परन्तु पश्यन्तु लालयति इत्यत्र लालयति इत्यत्र लुगागमः कथं भवति अनेन सूत्रेण एव भवति लुगागमः तु अनेन सूत्रेण एव भवति लालयति इत्यत्र लुगागमार्थम् अन्यत् सूत्रं नास्ति लीलोर् लुग् लुक्काव अन्यतरस्याम् इति एव सूत्रमस्ति अनेन सूत्रेण एव तत्र भवति तत्र स्नेहः इत्यस्मिन् अर्थे भवति स्नेहविपातनार्थे नास्ति परन्तु स्नेहः इत्यस्मिन् अर्थे अत्र लुगागमः भवति लापयति अर्थकः भगिनि अन्यतर लापयति इति अर्थः स्नेहविपातनार्थे नास्ति चेत् सामान्यधातुः यः अर्थः लाधातुः यः अर्थः तस्मिन् अर्थे लापयति इति भवति किम् कोऽपि प्रश्नः वा लापयति अर्थकः लापयति इत्यस्य अर्थः कः लाधातोः कः अर्थः आं भगिनि औपदेशिकधातु नमस्कारः भगिनि अहं विलम्बेन आगतवती औपदेशिकधातुः कः तत्र वस्तुतः ला इत्युक्ते ला ला आदाने केवलम् एकमेव अस्ति अष्टाध्यायी डाट् काम् मध्ये तर्हि एकमेव अस्ति परन्तु ली इत्यस्य यदा यदा आत्वं भवति अग्रे वयं पश्यामः विभाषा लीयते इत्यनेन आत्वं भवति तदानीं ला इति रूपं भवति तस्यापि ग्रहणमस्ति अत्र द्वित्वं भवति भगिनि भवत्याः न न मम न नास्ति तत्र सरस्वतीभगिनी कृपया म्यूट् करोतु तदानीं ध्वनिः गच्छति न जाने किमर्थं भवती स्पीकर् फोन् मध्ये अस्ति वा भगिनी सरस्वती भगिनी इदानीम् ओके भगिनि न भगिनि अहं कृतवती म्यूट् परन्तु अहं हेड्फोन्स् यूस् करोमि, परन्तु तर्हि आगच्छति, अतः प्रश्नं पृष्ट्वा करोति म्यूट्। हा हा, न जाने किमर्थं तत्र प्रतिध्वनिः आगच्छति। इदानीं सम्यक् अस्ति भगिनि? हा हा, जानामि इदानीं सम्यक् अस्ति, यदा भगिनी अन्म्यूट् करोति तदानीं प्रतिध्वनिः आयाति, न जाने किमर्थम्। हा, तत्र वस्तुतः यद्भवती वदति सत्यं सत्यमेव, ला आदाने इति एकः एव धातुः अस्ति, परन्तु तत्र ली इति धातोः अपि यदा ला इति रूपं भवति तदानीं तस्यापि ग्रहणम् अस्ति अत्र इति वयम् अग्रे पश्यामः। अस्तु अस्तु अस्तु, तर्हि इदानीम् अग्रे गच्छामः, भवती एव अग्रे पठतु। आम् आम् आम् आम्, ध्येयं यत् ततः पठामि न वा, ध्येयं यत् विकल्पेन इत्यस्मिन् अर्थे पाणिनीयसूत्रेषु इमानि पदानि लभ्यते। क्षम्यतां भगिनि, क्षम्यताम्। आम् आम्, अनुवृत्तिसहितसूत्रे लीलोः इत्यत्र तत्र प्रातिपदिकं किं? लीलोः स्नेहविपातने लीलोः अङ्गस्य नुक् लुकौ णौ अन्यतरस्याम्, अत्र प्रातिपदिकं किम् एवं पृच्छति वा भवती? प्रातिपदिकं लीलोः, तर्हि ली लोः ली लै भवेत् न वा? लीलु लीलु लीलु लीलु, आम् लीलु लीलोः, न लीलु इत्युक्ते किं, लीलु इत्यनेन किं ज्ञायते? लीला, परन्तु लीला अस्ति तदा लीलोः, आम् द्विवचने अस्ति न वा लीलोः? द्विवचने रमा इति अस्ति चेत् द्विवचने किं भवति रूपं? रमयोः रमयोः रमयोः, अत्र तथा नास्ति खलु? न, योः नास्ति, लीलोः एव अस्ति। अत्र धातुः अस्ति खलु, ला इति धातुः अस्ति, अतः अकारान्तधातूनाम् अकारस्य लोपः भवति अजादिप्रत्यये परे, अतः हलन्तशब्दवत् भवति अस्ति चेत् षष्ठीद्विवचनं किम्? प्रश्नः पुनः एकवारं पृच्छतु भगिनि, प्रश्नः कः? भवत् भवत् इत्यस्य षष्ठीद्विवचनं, भवतः भवतोः, भवतोः इति अस्ति खलु, एवमेव लीलोः, एवमेव लीलोः। अस्तु अस्तु, धन्यवादः भगिनि। तर्हि स्नेहविपातने लीलोः अङ्कस्य नुग् लुकौ णौ अन्यतरस्याम्, अनुवृत्तिसहितसूत्रम्, अग्रे पठामि वा? पठनि कृपया। ध्येयं यत् विकल्पेन इत्यस्मिन् अर्थे पाणिनीयसूत्रेषु इमानि पदानि लभ्यन्ते, विभाषा वा बहुलम् अन्यतरस्याम् इति, अन्यतर इत्युक्ते एनी और् ऐदर्, ला योगणिच् अत्र लुक् आगमः भवति, ला लु योग लुक् योगणिच् लुक् अत्र केवलं लकार अवशिष्यते, तथा ला योग लकार योग ई लाली इति निजन्तधातुः, तथा भवति लालयति, लुगभावे अति रि लि रि क्नुयि ष्मायातां पुङ्णौ इत्यनेन पुगागमः भवति, ला योगणिच् इत्युक्ते ला योग पुक् पुगागमः भवति, अतः पुक् योगणिच् पुक् मध्ये केवलं प पकार अवशिष्यते, अतः लापि भवति निजन्तधातुः, तथा भवति लापयति। अत्र प्रश्नः उदेति किञ्चित् अत्र भगिनी किञ्चित् अत्र उक्त्वा अग्रे अग्रे पठतु। अस्तु, तर्हि अत्र सूत्रे एव एकम् एकः शब्दः अस्ति अन्यतरस्याम्, अस्य अर्थः अस्ति विकल्पेन भवति अस्य लुगागमः विकल्पेन भवति, अतः यदा लुगागमः भवति तदा निजन्तधातु भवति लाली, परन्तु यदा तस्य अभावः अस्ति तर्हि पूर्वस्मिन् पठितं सूत्रमस्ति अतिरिव्लिनि क्विष्मयतां पुङ्णौ तथा पुगागमः भवति, अतः तदा भवति लापि निजन्तधातु भवति ततः रूपं भवति लापयति एवम्, अतः रूप लाली धातु निजन्तधातु लाली अपि भवति लापि अपि विकल्पेन भवति अत्र. सम्यक्, अग्रे अत्र प्रश्नः उदेति यत् अदादिगणीयः ला धातुः स्नेहविपातनार्थे नास्ति, अतः अस्य सूत्रस्य अत्र प्रसक्तिः भवति किम्? उत्तरत्वेन धातूनाम् अनेके अर्थाः सन्ति, अदादिगणीयस्य ला धातोः स्नेहार्थे ल्युडन्तं रूपमस्ति प्रसिद्धं लालनं, शिशोः लालनं पालनं च, एवञ्च माता पुत्रं लालयति लालनं लालयति, इमानि रूपाणि स्नेहार्थे भवन्ति अदादिगणीयला धातोः. सिद्धान्तकौमुदी इत्यस्य टीकाग्रन्थः लघुशब्देन्दुशेखरः तस्मिन् दत्तमस्ति यत् लीलोर् नुग् लुकाव् अन्य लुकाव् अन्यतरस्यां स्नेहविपातने इति सूत्रे ला इति अंशः ला अङ्गद्वयस्य कृते भवति, अदादिगणस्य ला धातुः धातुपाठे एक एव ला धातुः वर्तते स च अयमेव, ली धातोः निचिपरे विभाषा लीयते इत्यनेन विकल्पेन आत्वपक्षे यत् ला अङ्गम्, ली धातोः नुक् अग्रे इकारान्तेषु वक्ष्यमाणम्. अस्तु तर्हि मम प्रश्नस्य अत्र एव उत्तरमस्ति. तर्हि ला धातोः अर्थः तु अस्ति एकमेव, अदादिगणे यद् अस्ति तत् अस्ति तत्र आदाने अस्ति, परन्तु ली धातोः अपि अस्ति. ली धातोः निचि परे एक एकं सूत्रमस्ति विभाषा लीयते, अनेन विभाषा अर्थः अस्ति अत्र, अतः विभाषा शब्दः अस्ति सूत्रे, अतः पुनः अत्रापि विकल्पेन तस्य अर्थः भवति लीयते एवं विकल्पेन तस्य ला अङ्गं भवति, ली धातोः अपि ला भवति, अतः यदा अत्र ली धातोः वयम् अर्थ स्वीकुर्मः तर्हि तत्र स्नेहार्थे अस्ति, अतः तत्र लुगागम भूत्वा लालनं लालयति एवं भवति. सम्यक् वा भगिनि? सम्यक् सम्यक् सम्यक् सम्यक्. तर्हि अत्र लीलो लुग्नुका वन्यतरस्याम् इत्यत्र ला इत्यनेन द्वयं द्वयं स्वीकृत्य अदादिगणीयला धातुः अपि च ली धातोः यदा विकल्पेन आकारादेशः भवति तत् तस्यापि ग्रहणम् अत्र. भगिनी ली धातु तु लियेते तु द्विवादिगण अस्ति, ली श्लेषणे द्विवादिगण आधारेण लियेते भवति लियेते भवति. तत्र ली इति धातुः धातुत्रयम् अस्ति, दिवादिगणीयधातुः क्रियादिगणीयधातुः अपि च चुरादिगणीयधातुः तु द्रवीकरणे इत्यस्मिन् एव अर्थे अस्ति, द्रवीकरणे. ली श्लेषणे लीङ् श्लेषणे इति धातुद्वयमपि यदा तत्र स्नेहविपातनम् इति अर्थः भवति तदानीं तत्र नुगागमः भवति. अपि च ली धातोः एकं सूत्रमस्ति खलु विभाषा लीयते इति, वयम् अग्रे पठामः. तत्र विभाषा लीयते इति सूत्रं पठित्वा पुनः अत्र आगच्छामः तदानीं स्पष्टं भवति इति चिन्तयामि, यतोहि विभाषा लीयते इति न पठितं खलु, एतावता न आगतम्. तर्हि तत्र तेन सूत्रेण विभाषा लीयते इत्यनेन लीङ् श्लेषणे इति द्विवादिगणीयधातुः ली श्लेषणे इति क्रियादिगणीयधातुः तयोः द्वयोः अपि आत्वं भवति एजन्तस्य आत्वं भवति यदा अचोयणिति इत्यनेन वृद्धिः भवति तर्हि लै इति भवति तत्पश्चात् तत्र ऐकारस्य स्थाने आत्वं भवति विकल्पेन विभाषा लीयतेः इति सूत्रेण तर्हि ला इति रूपं लभ्यते यदा ला इति रूपं लभ्यते तस्यापि ग्रहणं भवति लीलोर्नुग्लुकावन्यतरस्याम् इति सूत्रे तत्र ला इति उक्तत्वात् अत्र अस्यापि ग्रहणं भवति इति कृत्वा अत्र अदादिगणीयधातोः अपि ग्रहणं दिवादिगणीयक्रियादिगणीयली धातोः अपि ग्रहणं यदा विकल्पेन आत्वं भवति सर्वत्र तत्र लुगागमः एव भवति तर्हि एव विलालयति घृतं भवति इति विलालयति इति रूपमस्ति सत्यं रूपमस्ति तर्हि विलापयति विलाययति अनन्तरं विलालयति इति त्रीणि रूपाणि दृष्टानि एतावता लादातोः इदानीम् अत्र सूर्यकुमारी भगिनी वदतु त्रीणि रूपाणि सन्ति खलु त्रीणि त्रिषु रूपेषु कः तत्र कस्मिन् अर्थे अस्ति ली धातु श्लेषणार्थे अस्ति स्नेहनिपाते अपि अस्ति ला न इदानीं ला इत्यस्य त्रीणि रूपाणि सन्ति इति मया उक्तम् आमां लापयति लाययति अनन्तरं लालयति त्रीणि रूपाणि लालयति स्नेहनिपाते अस्ति लाययति श्लेषणार्थे अस्ति वा ला इति धातोः सामान्यरूपम् अस्ति खलु आम् आदाने इति अस्ति खलु ओके आदाने इत्यस्मिन् अर्थे एव भवति लापयति लापयति अपि तदर्थे अस्ति लापयति अपि तस्मिन्नेव अर्थे हा ली धातोः यदा वृद्धिः यदा भवति अचोयरिति इत्यनेन लै योगः णिच् इति स्थितौ तत्र विभाषा लीयतेः इत्यनेन विकल्पेन आत्वम् अतः तत्र लै इत्यस्य ला इति भवति लायोगः णिच् लायोगः णिच् इति स्थितौ स्नेहविपातनार्थे तत्र लुगागमः भवति यदि आत्वं न भवति ली धातोः तदानीं तत्र तु श्लेषणे इत्यस्मिन् अर्थे एव भवति तर्हि इदानीं ला धातोः विषये एव वयं पश्यामः चेत् साक्षात् मूल अवस्थायामेव यः ला धातुः अस्ति तस्य रूपद्वयं ला धातोः रूपद्वयम् एकमस्ति लापयति यत्र पुगागमः भवति अन्यत् रूपमस्ति स्नेहविपातनार्थे तत्र लीलोर्नुग्लुकावन्यतरस्याम् इति सूत्रेण लुगागमः भवति अतः लालयति लापयति इति आदाने इत्यस्मिन् अर्थे लालयति इति स्नेहविपातनार्थे अस्ति इति ला धातोः विषये रूपद्वयम् इदानीं ली धातुः तत्र अचोयणिति इत्यनेन वृद्धिः भवति लै तदानीं तत्र यदि आत्वं न भवति विभाषा लीयतेः इत्यनेन विकल्पेन आत्वं यस्मिन् पक्षे आत्वं न भवति तस्मिन् पक्षे आत्वं न भवति इति कृत्वा लै योगः णिच् इत्यत्र एचोयवायावः इत्यनेन लाययति इति रूपं लभ्यते लाययति इति रूपं यदा तत्र विकल्पेन आत्वं भवति विभाषा लीयतेः इत्यनेन एजन्तस्य आत्वं तदानीं किं भवति इति चेत् तत्र लैयोगः णिच् इति स्थितौ अत्वं भवति विकल्पेन लायोगः णिच् इति भवति. यदा लायोगः णिच् इति स्नेहविपातनार्थे भवति तदानीं तत्र किं लुगागमः भवति, अतः लालयति इति रूपं लभ्यते. यदि स्नेहविपातनार्थे नास्ति, आत्वं तु भवति स्नेहविपातनार्थे नास्ति चेत् तदानीं तु पुगागमः भवति, लापयति इति अपि रूपं लभ्यते. अतः अर्थः कः इति ज्ञातव्यम्. अवगतं वा भगिनि? भगिनि तर्हि तर्हि त्रयः व्यवस्था भवति. लै भवति तो लाययति भवति, यदि लै ला भवति तर्हि लालयति भवति, परन्तु यदि ला अस्ति अर्ति ह्री व्ली इत्यादि वयं जानीमः तर्हि तो स्पष्टतया लापयति भवति. तत्रापि ला अस्ति चेदपि लापयति इति सामान्यं, परन्तु तत्रापि स्नेहविपातनम् इति अर्थः अस्ति चेत् लालयति इति भवति. लालयति, यस्. अतः अर्थमाश्रित्य अस्तु, समीचीनम् अस्ति चेत् इदानीम् अग्रे गच्छामः. विनय महोदय, भवान् एव पठतु. अर्थविशेषे मित् इत्यादि वा ततः एव अतः ली धातोः नुक् अग्रे इकारान्तेषु वक्ष्यमाणम्. अत्र पठामि एव अग्रे पठामि अर्थविशेषे मित् अग्रे पठतु. अतः अर्थविशेषे मित् अकारान्तधातवः ज्ञा ग्ला च्ला श्रा अर्ति ह्रि ग्लि रि त्नुवि क्षमायि याताम पुङौ इत्यनेन अकारान्तधातूनां पुगागमः. मितां ह्रस्वः इत्यनेन ये धातवः मितः अर्थात् म अन्ते अस्ति, मितः अस्ति, तेषाम् उपधायां स्वरः ह्रस्व भवति णिचि प्रत्यये परे. तत्र मितां ह्रस्व अर्थः कः? मितां ह्रस्व मित् धातूनाम् उपधायाः स्वरः ह्रस्व भवति णिच् प्रत्यये परे. मित् कश्चन अन्तर्गणः, मित् कश्चन अन्तर्गणः, अन्तर्गण प्रायः गणपाठ, परन्तु भवादिगणे घटादयः उपगणः मित् अन्तर्गणे सन्ति, अपि च चुरादिगणे यपादयः षट् धातवः मित् अन्तर्गणे सन्ति. मितां षष्ठ्यन्तं हरस्व प्रथमान्तं द्विपदम् इदं सूत्रम्. ऊधुपधाया गुह वयं पठितवान् सन्ति अन्यविषय इति अस्मात् उपधायाः इत्यस्य अनुवृत्तिः. दोषो णौ इत्यस्मात् णौ इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. मिताम् अङ्गानाम् उपधायाः ह्रस्वः णौ. यदि अहम् अत्र अवगच्छामि तर्हि तु विशेषस्ति मिताम् यत्र मित् अस्ति मित् अस्ति तर्हि मितां, तर्हि अङ्गः अस्ति अङ्गसम्बन्धे उपधाया अस्ति, उपधायाः ह्रस्वः अस्ति णौ अर्थात् णिच्, णिच् परे, यदि णिच् परे अस्ति, णिच् प्रत्यय अस्ति, सनादिप्रत्यय अस्ति, परे अस्ति, परश्च अस्ति, तर्हि उपधायाः यथा ज्या अस्ति ज्या ज्यो भवति, अपि च अन्यधातवः ह्रस्व भवति, परन्तु उपधायाः ह्रस्व अर्थात् ज्ञा ज्ञ अर्थात् ज्ञ योगा अ अर्थ ज्ञा अस्ति, अ उपधा भवति, ज्ञ भवति। भवादिगणे घटादयः अथवा भवादिगणे अपि च चुरादिगणे, भवादिगणे घटादयः इति उपगणे चत्वारिंशत् धातवः घटादयोः मितः इति गणसूत्रेण एते धातवः मित् सन्ति, तदा चुरादिगणे ज्ञापदाय जपादयः षट् धातवः मित् अन्तर्गणे सन्ति, जप यम चह रह बल चिङ्, किन्तु जपादीनां मित्त्वं भवति केवलं स्वार्थे प्रेणार्थे न। हा प्रेणार्थे न, अत्र प्रथमतः तु वयं जानीमः, यदि अहं अग्रे प्राक् वदितः उक्तवान् यत्र मित् अस्ति अर्थात् म अन्ते अस्ति तर्हि इत् भवति, तर्हि मित् भवति धातु भित् अस्ति, तस्य अङ्गानां न न न अत्र तु तथा नास्ति, अत्र तु मकारः इत् यस्य सः इति नास्ति, मकार इत् नास्ति, मितां ह्रस्व इत्येन ये धातवः मितः तेषां मित् इति संज्ञा अस्ति, मित् इति संज्ञा केषाञ्चन धातूनां मित् इति संज्ञा भवति, अतः मकारः इति अस्य सः इति नास्ति, यतोहि ज्ञा इति धातुः मित् अस्ति, ज्ञा धातुः मित् अस्ति, ग्ला धातुः कस्मिन् विशेषार्थे मित् अस्ति, परन्तु तत्र मकारः इत् नास्ति खलु, अतः मित् इत्युक्ते संज्ञा अस्ति, मित् इति काचन संज्ञा, तर्हि अहं न जानामि, परन्तु मित् संज्ञा अस्ति, प्रतिमित् केपि अन्य विषय अपि वयं पठितवान्, परन्तु मित् संज्ञा अस्ति, स्वीकरामि, कोऽपि चिन्ता नास्ति, तर्हि मित् संज्ञा अस्ति धातवः वयं जानीमः कः अस्ति चुरादिगणे अपि च परन्तु तदनन्तरं अतः मित्संज्ञा अस्ति धातुः, यत्र मित्संज्ञा अस्ति ये धातवः अङ्गानाम् अङ्गस्य उपधा कः, उपधा यद् अहम् उक्तवान् ज्ञा धातुः अस्ति, ज्ञा अर्थात् ज्ञ योग अ उपधा अस्ति, अ ह्रस्व भवति, परन्तु णौ णिच् परे, परन्तु अग्रे यदि अहं वदितुं शक्नोमि कर्तुम् इच्छामि, तर्हि भवादिगणे घटादयः इति उपगणे चत्वारिंशत् घटादयः मितः इति गणसूत्रेण इति धातवः मित् सन्ति भवादिगणे, तदा ज्वरादिगणे जपादयः तद् धात्वा मित् अन्तर्गणे जप यम चः रह बल चिन्, किन्तु जपादीनां मित्वः भवति केवलं स्वार्थे प्रेरणार्थे न, अतः जपादय धात्वा षड् धात्वा षड् धात्वा जप अत्र स्वार्थे अस्ति प्रेरणार्थे नास्ति, अर्थात् शुरादिगणे अन्तर्गतः लिष्टो अस्ति, तर्हि शप् विकरणमस्ति, तर्हि जिप् यथा जिप् अस्ति तर्हि अत्र प्रेरणार्थे नास्ति परन्तु स्वार्थे अस्ति. यदि प्रेरणार्थे नास्ति तर्हि वयं प्रयोज्यसम्बन्धे न वदामः. तर्हि केवलं ज्ञापयति न भवति परन्तु प्रयोज्यव्यवस्था नास्ति यथा प्रेरणार्थे नास्ति. तर्हि अत्र समीचीनं समीचीनं इत्युक्ते पश्यतु महोदय सम्यक्तया उक्तम्. अत्र एकवारं पुनः एकवारं वदामि इत्युक्ते केषाञ्चन धातूनां मित् इति संज्ञा भवति. किमर्थम् एतादृशसंज्ञा इति चेत् निचि परे एतेषां मित् धातूनां उपधायाः स्वरस्य ह्रस्वत्वं भवति. तदेव प्रयोजनम् अस्ति. मित् धातु मित् संज्ञायाः प्रयोजनं किम् इति चेत् मितां ह्रस्वः इत्यनेन उपधायाः स्वरस्य ह्रस्वत्वं भवति. तर्हि प्रश्नः अस्ति कस्य एतादृशसंज्ञा भवति. मित् इति संज्ञा कस्य भवति इति प्रश्नः. केषां धातूनां मित् इति संज्ञा भवति इति चेत् अत्र प्रथमतया मूलतः एकः गणः अस्ति, घटादयः इति एकः गणः. घटादयः इति गणः अत्र भुवादिगणे अस्ति. घटादयः इति गणः भुवादिगणे अस्ति. घटादये ये ये धातवः सन्ति तेषां सर्वेषां मित् इति संज्ञा भवति. अतः एतेभ्यः धातुभ्यः यदा मिच् प्रत्ययः भवति तदानीं तत्र उपधायाः स्वरस्य ह्रस्वत्वं भवति. अत उपधायाः इत्यनेन यदा वृद्धिकार्यं भवति तत्पश्चात् मितां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति. तदेव प्रयोजनं घटादयः इति गणसूत्रस्य. घटादयो मितः इति गणसूत्रस्य किं प्रयोजनम् इति चेत् घटादिगणे ये सन्ति ते सर्वे मितः सन्ति. घटादयः धातवः मितः सन्ति इति गणसूत्रम्. अतः तत्र तस्मिन् गणे ये ये धातवः सन्ति तेषां सर्वेषां मित् इति संज्ञा भवति. संज्ञायाः प्रयोजनं मितां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति निचि परे इति एकः विषयः. घटादयो मितः इति एकः विषयः. अपि च चुरादिगणे अपि अन्यः गणः अस्ति, ण्यपादयः षट् इति. ण्यपादयः षट् मितः सन्ति. तर्हि ण्यपादि इति कश्चन गणः अस्ति चुरादिगणे. तत्र ण्यप यम चहारः बल चिय इति षड् धातवः सन्ति. एतेषां सर्वेषाम् अपि केवलं स्वार्थे. चुरादिगणे तु निष्प्रत्ययः भवति, स्वार्थे निष्प्रत्ययः भवति. एते धातवः चुरादिगणे सन्ति. चुरादिगणे तु वयं जानीमः निष्प्रत्ययः स्वार्थे भवति. यदा स्वार्थे भवति तदानीम् एते धातवः मितः. यदा प्रेरणार्थे निष्प्रत्ययः भवति तदानीम् एते षड् धातवः मितः न सन्ति. यतोहि ण्यपादयः षट् इति गणसूत्रं चुरादिगणे अस्ति, चुरादिगणे अस्ति इति कृत्वा. अपि च न केवलं चुरादिगणे अस्ति, अपि च तत्र अन्यदपि एकं वाक्यम् अस्ति. तत्र अग्रे पश्यामः. तत्र एतेषां धातूनां प्रेरणार्थे निचि मित् इति संज्ञा न भवति. अतः केवलं स्वार्थे एव भवति. अतः स्वार्थे ज्ञापयति इति रूपं प्रेरणार्थे ज्ञापयति इति रूपम् इति अन्यः विषयः. इदानीम् एतावता गणद्वयम् अस्माभिः दृष्टम्. घटादयो मितः इति एकः गणः, अनन्तरं ज्ञपादयः षट् इति अन्यः गणः. इदानीम् अवगच्छामि. प्राक् अहं न अवगच्छामि. अथ यथा स्वार्थे अस्ति तर्हि तु मित् केवलं स्वार्थे मित्, प्रेरणार्थे मित् न सन्ति. अपि च एतद् गणद्वयं विहाय घटादयो मितः अपि च ण्यपादयः षट् इति गणद्वयं विहाय अपि च केचन धातवः सन्ति ये अर्थविशेषे मितः भवन्ति. इत्युक्ते धातोः मूलः अर्थः कश्चन भवति, तस्मिन् अर्थे मित् न, परन्तु विशेष अर्थः विशेषार्थे ते मितः भवन्ति, तदपि अस्माभिः अत्र अस्मिन् करपत्रे दृश्यते यथा अग्रे उच्यते, वयं पश्यामः तत्र अग्रे अग्रे अस्ति, तत्र वयं पठामः यथा तत्र उपरि उक्तं खलु अर्थविशेषे मित् आकारान्तदातवः ज्ञा ग्लास् नाश्रा इति तत्र तृतीयबिन्दुः अस्ति खलु, तस्मिन् अर्थविशेषे मित् आकारान्तदातवः ज्ञा ग्लास् नाश्रा इति अस्ति, तर्हि विशेषार्थे एते दातवः मितः भवन्ति, मितः सन्ति चेत् तदानीं ह्रस्वत्वं भवति, मितां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति. इदानीं चुरादिगणे ये षट् दातवः सन्ति तेषां वयम् अग्रे किम् उक्तम् इति वयं पश्यामः. अधुना भगिनी अग्रे पठतु, एतावता कोऽपि प्रश्नः अस्ति वा? सम्यक् नमस्ते भगिनि. नमस्कारः. ज्ञप ज्ञान ज्ञापन मारणतोषणे सूचयति जयति मारयति प्रसन्नः भवति. इयं धातु नप धातु वयं पठितवन्तः गणादि नवादय धातवः यम परिवेषणे नियमयति नियन्त्रणं करोति, चः परिकल्पने वाञ्छयति, रः त्यागे त्यजति जहाति, बलप्राणने जीवति पोषणं करोति, छिङ् चयने सङ्ग्रहणं करोति. अत्र दत्तं डपादिदातवः इति वयं मिता सैन्या प्राप्नुवन्ति. अत्र के दातवः अस्ति चेत् नप यम चहारः बल चिन् यजनाम् इमानि चुरादिगणे वयं जानीमः स्वार्थे नित्यनेन अर्थं न भिन्नं भवति, केवलं रूपमेव भवति. इमानि रूपाणि केवलं स्वार्थे प्रेरणार्थे अश्वत्वं न जायते. वयं जानीमः नाप् धातु नाप् नप् यः इ निच् कृतेः निर्बन्ध अनन्तरम् इ एव अवशिष्यते. अत उपधायाः इति सूत्रेण उपधा आकार वृद्धिः भवति, ज्ञापि इति भवति. मितां ह्रस्वः ज्ञाप् ज्ञपधातु मितां मित्सैन्यधातुः धातुः ततः मितां ह्रस्व इति सूत्रेण ज्ञपि इति निजन्तधातुः ज्ञपया ज्ञपयति ज्ञपयत्ते रूपमेव पर्याति. तदा एव यं धातु यं योगः इ यामि यामे इति निजन्तधातुः यमयति प्रथमं निच् शप् आगच्छति अत्र दि ये भवति ययोगः या ऐ अतः यमयति यमयते. रह् धातु अपि समानमेव रह् यो इ राहि गुण भवति वृद्धि भवति राहि हर्ष भवति यतां हर्ष्वः इति सूत्रेण तदनन्तरं शप् अस्ति अतः रहय प्रथमं गुण तदनन्तरं यचोयवयवः सूत्रेण रहयति रहयते इति रूपं रूपद्वयं. बल धातु बल् योग इ बालि बालियोग अश्वभूत बलि बलया बलयति बलयते इति. छिङ् धातु अपि चि अत्र उपधायां विकवर्णः अस्ति अचोणिनि इति सूत्रेण गुणं भवति. छयि योगः इ छायि यचोयागः इति छायि भवति छायि योगः शप् अत्र अस्ति प्रथमं छायि गुण तदनन्तरं यचोयावः ऐ छायय छाययति छायेते इति रूपं लट्टिरूपाणि भवन्ति निरन्तररूपाणि क्षम्यतां निरन्तररूपाणि भवति. तदा केचन समीचीनं भगिनि, बहु समीचीनं, सम्यक् समीचीनम्. अत्र वयं पश्यामः चेत् षड् किं षड् धातुषु अत्र सर्वत्र उपधायां ह्रस्व अकारः एव अस्ति. ञप यम चह रह पल सर्वत्र उपधायं ह्रस्व अकारः अस्ति इति कृत्वा सर्वत्र अत उपधायाः इत्यनेन वृद्धिः. तर्हि दीर्घत्वं भवति, दीर्घत्वं यदा भवति तदानीं मितां ह्रस्वः इत्यनेन ह्रस्वत्वं. यतोहि अत्र यः निच् प्रत्ययः अस्ति सः निच् प्रत्ययः स्वार्थे एव अस्ति. अत्र अरुणा भगिनी वदतु, यदा निच् प्रत्ययः प्रेरणार्थे अस्ति तदानीं किं भवति रूपम्? रूपं समानमेव भवति भगिनि, किमर्थमित्युक्ते लोपः भवति सूत्रं न स्मरामि. इकारे प्रथम निच् प्रत्ययलोपः भूत्वा रूपं समानमेव भवति चाय. न न न हा हा सत्यं सत्यम् इत्युक्ते प्रथमनिश्चितः द्वितीयनिश् अस्तु अस्तु वदतु. न तथा ज्ञापयति एव ज्ञापयति ज्ञापयते यं यमयति यमयते च न किमर्थं तत्र यतोहि लितां ह्रस्वः इति तु केवलं स्वार्थे भवति प्रेरणार्थं एव. ओके तर्हि रूपं ज्ञापयति ज्ञापयति अनन्तरं यं यमयति यामयति यामयति चाहयति चाहयति रहति राहयति राहयते बल बल बालयति बालयते शीङ् अस्ति चेत् वयं न पठितवन्तः. चाययति इत्युक्ते तत्र यदा स्वार्थे अस्ति तत्र निजन्तदातुः चै भवति. पश्यतु अत्र क्रमः पश्यतु, चै अचोयनिति चै तदानीं चायि इति भवति खलु. इदानीं तत्र तत्र स्वार्थे निच् अस्ति चेत् ह्रस्वत्वं भवति, चायि चै भवति. यदि स्वार्थे नास्ति तर्हि चायि एव तिष्ठति. ओके ओके अतः चाययति इति रूपम्. ओके अवगतं. हा इति विशेषः. अत्र सर्वत्र वयं पश्यामः चेत् प्रेरणार्थे निचि ज्ञापि इति धातुः, ज्ञामि इति धातुः, चाहि राहि बालि इति धातुः, चायि इति धातुः. अतः एव दीर्घत्वं श्रूयते, ज्ञापयति ज्ञामयति चाहयति इति. यदा स्वार्थे अस्ति तदानीं मितां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति. अतः इदानीं धातु ज्ञपि ज्ञपि यमि चहि रहि बलि चयि. अतः रूपाणि ज्ञपयति यमयति चहयति रहयति बलयति चययति इति रूपाणि. अवगतं भगिनि. अस्तु समीचीनं, धन्यवादः. तर्हि इदानीम् अग्रे गच्छामः. कः पठति? अस्तु सूर्यकुमारी भगिनी भवति पठतु. भगिनि क्षम्यताम्. पठितुं न शक्नोति वा? आमां तदा केचन धातवः अर्थविशेषे मित् धातवः भवन्ति. एकनिमिषं भगिनि. मितां ह्रस्वः तत्सर्वम् अभवत् भवती तत्र सङ्गणकस्य पुरते न पुरतः नास्ति वा? भवति भगिनि. तदा केचन धातवः अर्थविशेषे मित् धातवः भवन्ति. अर्थविशेषे मित् धातवः भवन्ति यथा स्मृधातुः यदा अध्ययनार्थे अध्ययनार्थे अध्ययनार्थे अध्ययन अध्ययनार्थे अध्ययन अध्ययन अध्ययनार्थे अध्ययनार्थे तदा मित् स्मरयति अन्यत्र स्मारयति तदेव ध्रुधातुः भयार्थे धरयति अन्यत्र यथा विधारणार्थे धारयति एवं रीत्या चत्वारः आकारान्तः अर्थविशेषे मित्धातवः सन्ति ते स्र ग्ल ग्ला स्म अर्थविशेषे मित् संज्ञा भवति कश्चन धातुतः स्मृ दृ ऋकारान्तदातवः आकारान्तदातवः अपि अस्ति स्र ग्ल ग्ला स्म तत्र मितामृस्व सूत्रेण अर्थविशेषे उपधायाः स्वरः ह्रस्वः भवति स्र पाके पाकार्थे अपि भवति स्वेदनार्थे अपि भवति पाकार्थे मित् स्वेदनार्थे मित् न अतः स्रपयति इत्युक्ते विक्लेदयति मृदु कारयति स्रापयति इत्युक्ते स्वेदयति स्वेदनं कारयति स्र पाके पाकार्थे अपि भवति अर्थः भवति स्वेदनार्थे अपि भवति श्रधातु विषये पाकार्थे मित् स्वेदनार्थे मित् न अर्थभेदः अस्ति तत्र पाकार्थे एव मित् आयाति स्वेदनार्थे मित् न भवति अतः पाकार्थे श्रधातु मित् भवति चेत् श्रपयति भवति स्वेदनार्थे श्रापयति भवति इति स्र उदाहरणमस्ति स्रायोगः निच् स्रायोगः योगः आकारन्त् अस्ति चेत् पुक् पुकायाति स्रापि भवति स्रापि मितामृस्व पाकार्थे स्रपयति तदेव त्रयः ज्ञाधातवः सन्ति द्वादिगणे मारणतोषण भगिनि एकक्षणम् अत्र वयं पश्यामः चेत् आकारान्तदातवः चत्वारः दातवः ज्ञा इति प्रथमः ज्ञा ग्ला स्ना तर्हि प्रथमं स्वीकुर्मः चेत् श्रा इति धातुः मूलतः वयं पश्यामः चेत् श्रा इति धातुद्वयं वर्तते श्रापाके द्वादिगणीयधातुः श्रापाके अदादिगणीयधातुः तस्य अर्थः पाकः इत्येव अर्थः अस्ति तस्मिन् अर्थे पाकः इति अर्थे मित् अस्ति धातुः पाकार्थे मित् अस्ति अतः तत्र मितां ह्रस्वः इति कार्यं करोति अतः श्रपयति इति रूपं लभ्यते परन्तु श्रा इति धातोः अन्येपि अर्थः सन्ति यदा अन्यः अर्थः अस्ति स्वेदनम् इति अर्थः अस्ति तदानीं मितां ह्रस्वः इत्यस्य कार्यं नास्ति अतः श्रापयति इति रूपम् अतः वाक्येषु श्रपयति इति श्रूयते वा श्रापयति इति श्रूयते वा इति तदनुगुणम् अर्थबोधः भवति अतः सम्यक्तया तत्र द्रष्टव्यं भवति यथा एतादृशविशेषदातवः अस्ति विशेषदातस्य धातोः प्रयोगः यत्र अस्ति तत्र सम्यक्तया द्रष्टव्यं यतोहि अर्थभेदः भवति श्रपयति इति दृष्ट्वा स्वेदनम् इति अर्थः अवगम्यते चेत् दोषः भवति, अथवा श्रापयति इति दृष्ट्वा पाकार्थे अस्ति इति वयम् अवगच्छामः चेत् दोषः भवति। अतः कस्मिन् अर्थे इति अर्थस्य ज्ञापनं भवति। अत्र मितां ह्रस्वः इत्यस्य कार्यं किम् इति चेत् तत्र रूपभेदं साधयितुं मितां ह्रस्वः, यदि मितां ह्रस्वः नास्ति तर्हि श्रापयति इति एव भवति, श्रापयति इति एव भवति चेत् तत्र स्वेदनार्थे अपि च पाकार्थे उभयत्र समानरूपं भवति, परन्तु लोके तथा नास्ति। पाकार्थे श्रपयति इति रूपम् अस्ति, स्वेदनार्थे श्रापयति इति अस्ति, तत् कथं सिद्ध्यति इति चेत् मितां ह्रस्वः इत्यनेन सिद्ध्यति। अर्थविशेषे पाकार्थे एव मित् अस्ति, अन्येषु अर्थेषु मित् नास्ति इति अस्ति। भगिनी तत्र चत्वारः आकारान्तः दत्तं तत्र श्रा ज्ञा ग्लास्ना मितां ह्रस्वः मित् दातः मित् अस्ति, ऐ मीन् पाकार्थे अर्थविषये अर्थविशेषे मित् भवति तत्, परन्तु कः भेदः स्मृ दृ इति किमर्थं भिन्नः दत्तं तत्र, किमर्थं तत्रैव न दत्तम्? कः स्मृ अपि दृ दातु तत्रापि मित् अस्ति चेत् ह्रस्वः भवति, मित् अस्ति नास्ति चेत् सत्यं। किमर्थम् अत्र षट् धातवः तादृशं भवति इति न दत्तम्? षट् धातवः तादृशं भवति न अवगतम् इत्युक्ते अत्र अर्थविशेष किं इति भगिनि? न, मया न अवगतम्। इत्युक्ते स्मृ धातुः दृ धातुः इत्यस्य अर्थविशेषे, स्मृ धातोः इति सामान्यरूपं किम् अस्ति? स्मरणम् इत्येव अर्थः अस्ति खलु, तत्र आकारान्तदातु चत्वारः दातु तत्रापि अर्थविशेष एव मित् भवति, अत्रापि सत्येव। स्मृ धातोः विषये अपि अर्थविशेषे मित् भवति, न स्मृ धातोः ऋकारान्तदातुषु अग्रे पश्यामः, अत्र एवमेव उक्तम्, स्मृ दृ इति एवमेव उक्तम्। अत्र तु आकारान्तदातूनां चिन्तनं जायमानमस्ति खलु, ज्ञा ग्लास् नाश्रा इत्यस्य चिन्तनं जायमानम् अस्ति। अस्मिन् प्रसङ्गे मितां ह्रस्वः इति सूत्रं पठितं, तस्य प्रसङ्गः घटादिगणे ज्ञपादिगणे अपि अस्ति इति कृत्वा ज्ञपादिगणे केवलं स्वार्थे भवति इति उक्तम्। इदानीम् अत्र मूलविषयः अस्ति अर्थविशेषे मित् के दातवः इति चेत् ज्ञा ग्ला स्ना श्रा इति अस्ति, न केवलम् एते तु आकारान्ताः ये अर्थविशेषे मितः सन्ति, परन्तु अन्ये अपि दातवः सन्ति, स्मृ दृ इति अन्ये अपि दातवः सन्ति, तदग्रे तत्र तत्र पश्यामः। तत्रापि तत्रापि तत्र अर्थविशेष मित् अर्थविशेषे मित् भवति सत्यं। स्मृ इति स्मरणम् इति अर्थे मित् नास्ति, परन्तु मेडिटेशन् इत्यस्मिन् अर्थे तत्र मित् अस्ति, स्मरयति इत्युक्ते तत्र मेडिटेशन् इत्यस्मिन् अर्थे अस्ति। स्मारयति इत्युक्ते रिमैण्ड् इति अर्थः, स्मरयति इत्युक्ते तथा नास्ति। दृदातुः भयार्थे धरयति, धरयति इति रूपम्, अन्यत्र विदारणम् इत्यस्मिन् अर्थे धारयति इति रूपम्, अतः अर्थविशेषे अस्ति अत्रापि। अस्तु भगिनि, धन्यवादः। सूर्यकुमारी भगिनी अग्रे पठतु। भगिनि त्रयः ज्ञाधातवः सन्ति, द्वादिगणे मारणतोषणनिशामनेषु, क्रयादिगणे अवबोधने, सुरादिगणे नियोगे, ज्ञाधातुः त्रयेषु गणेषु अस्ति, द्वादिगणे अर्धः त्रिषु गणेषु अस्ति, त्रयेषु गणेषु त्रिषु गणेषु क्षम्यतां अस्ति। द्वादिगणे मारणतोषणतोषनिशामनेषु तदद्य अस्ति, क्रयादिगणे अवबोधने अस्ति, सुरादिगणे नियोगे अस्ति अर्धभेदः अस्ति गणविषये ज्ञा मारणतोषनिशामनेषु प्रेरणार्थे क्रयादिगणीयज्ञाधातुः च चुरादिगणीयज्ञाधातुः विकल्पेन मारणतोषनिशामनम् इति येषु त्रिषु अर्धेषु भवतः येषु च अर्धेषु मितां ह्रस्वः इत्यनेन ह्रस्वत्वम् मारणम् इत्यनेन हिंसा तोषणमित्यनेन सन्तुष्टिः निशामनम् इत्यनेन चाक्षुसंज्ञानाम् चाक्षुषज्ञानम् येषु अर्थेषु मितां ह्रस्वः इत्यनेन ह्रस्वत्वम् अन्यत्र दीर्घत्वम् दुर्जनम् संज्ञापयति इत्यनेन दुर्जनम् मारयति हरिम् ज्ञापयति इत्यनेन हरिम् सन्तोषयति रूपम् ज्ञापयति इत्यनेन दर्शयति बोधयति किन्तु सूचनां ददाति इति चेत् ज्ञापयति तत्र ज्ञा धातुविषये बहूनि विशेषानि सन्ति प्रेरणार्थे क्रयादिगणे ज्ञाधातुः क्रयादिगणे प्रेरणार्थे एव चुरादिगणे ज्ञाधातुः विकल्पेन अर्ध भेदः अस्ति विकल्पेन मारणतोषणनिशामनम् त्रीणि त्रयः अर्धः भवति मारणं तोषणं निशामनम् एतानि अर्धविषये मितां ह्रस्वः इति भवति ह्रस्वः भवति उपादायाः स्वरः मारणम् इत्यनेन हिंसा तोषणम् इत्यनेन सन्तुष्टिः निशामनम् इत्यनेन चाक्षुषज्ञानम् निशामनम् इत्युक्ते चाक्षुषज्ञानम् मितां ह्रस्व इत्यनेन ह्रस्वत्वम् अन्यत्र अन्य अर्थेषु दीर्घत्वमेव तिष्ठति दुर्जनं संज्ञापयति इत्यनेन संज्ञापयति इत्यनेन दुर्जनं मारयति हरिं ज्ञापयति इत्यनेन हरिं सन्तोषयति रूपं ज्ञापयति इत्यनेन दर्शयति बोधयति अन्य अर्धे दीर्घत्वं तिष्ठति ज्ञापयति इत्यर्थे मितां ह्रस्वः न भवति समीचीनम् अत्र उपरि तु भुवादिगणे क्रियादिगणे चुरादिगणे इति उक्तं परन्तु अत्र तु ज्ञामारणतोषनिशामनेषु प्रेरणार्थे क्रियादिगणीयज्ञाधातुः च चुरादिगणीयज्ञाधातुः इत्येव उक्तं तर्हि भुवादिगणीयधातुः का गतिः भुवादिगणे प्रेरणार्थे एव भवति किमर्थमत्र न उक्तं भुवादिगणीयधातुः न उक्तं खलु यद्भवती पठितवती भुवादिगणे केवलं स्वार्थे नास्ति न क्रियादिगणे अपि स्वार्थे नास्ति केवलं चुरादिगणे स्वार्थे अस्ति अत्र तु स्वार्थे प्रेरणार्थे इति विषयः नास्ति खलु अर्थविशेषे यत्र कुत्रापि अन्यगणे विकल्पेन अर्थः भवति भुवादिगणे तदर्थमेव न न तथा नास्ति इत्युक्ते पश्यतु अत्र वस्तुतः ज्ञाधातुः क्रियादिगणीयधातुः चुरादिगणीयधातुः ज्ञाधातुः परन्तु अनयोः घटादिगणे अन्तर्भावः अस्ति, अनयोः घटादिगणे अन्तर्भावः अस्ति इत्युक्ते तत्र क्रियादिगणे अथवा चुरादिगणे सूचना नास्ति, ज्ञाधातुः मित् अस्ति इति सूचना नास्ति, अर्थविशेषे मित् अस्ति इति सूचना नास्ति, तादृशसूचना भ्वादिगणे घटादिगणः इति अन्तर्गणः अस्ति, तस्मिन् गणे ज्ञाधातोः अपि अन्तर्भावः अस्ति इति सूचनार्थं तत्र भ्वादिगणे अपि इति उक्तं। वस्तुतः ज्ञाधातोः भ्वादिगणे रूपमेव नास्ति, तत्र लटि लोटि तादृशरूपाणि न सन्ति ज्ञाधातोः। धातुः तु क्रियादिगणे चुरादिगणे एव अस्ति, परन्तु तत्र किमर्थं भुवादिगणे अपि अत्र उक्तम् इति चेत् भुवादिगणे घटादिगणे अन्तर्भवति, तत्र धातुः ज्ञाधातुः अन्तर्भवति, तर्हि घटादिगणे अस्ति इति वयं ज्ञातुं शक्नुमः यत् अयं धातुः मित् अस्ति इति। परन्तु अस्य ज्ञाधातोः भुवादिगणे रूपाणि न सन्ति, केवलं गणे एव अन्तर्भावः, धातुः तु वस्तुतः क्रियादिगणे अपि च चुरादिगणे एव अस्ति, अतः अत्र भुवादिगणस्य विषये न उक्तम्। ज्ञाधातुः तत्र अर्थः अस्ति मारणं तोषणं निशामनम् इत्येषु त्रिषु अर्थेषु इत्येतेषु त्रिषु अर्थेषु यदनिष्प्रत्ययः विधीयते ज्ञाधातुतः तदानीं तत्र ह्रस्वत्वं भवति, तदानीम् एते तदानीं धातुः मित् भवति, अतः उपादायः स्वरस्य ह्रस्वत्वं भवति मितां ह्रस्वः इत्यनेन। परन्तु अत्र मारणतोषणनिशामनम् इति अर्थः नास्ति, ज्ञापनम् इति अर्थः अस्ति चेत् तदानीं तु मित् न भवति। किमस्ति ज्ञाता तु द्वादिगणे अस्ति खलु, रूपं किमस्ति घटादिगणे द्वादिगणे अस्ति अस्ति खलु, तदेव मया उक्तं खलु घटादिगणे अन्तर्भावः अस्ति, परन्तु तस्य लटि रूपाणि न सन्ति, केवलं तत्र घटादिगणे अन्तर्भावः अस्ति केवलं ज्ञापनार्थं यत् अयं धातुः मित् अस्ति इति ज्ञापनार्थं तावदेव। वस्तुतः अयं धातुः क्रियादिगणे अपि च चुरादिगणे एव अस्ति, तत्र घटादिगणे अन्तर्भावः अस्ति ज्ञाधातोः, परन्तु ज्ञाधातोः रूपाणि न सन्ति भ्वादिगणे। ज्ञायोगः शप्योगः ति इति तत्र तथा नास्ति रूपम्, ज्ञाधातुः जानाति इति रूपम् अस्ति, परन्तु भुवादिगणे ज्ञायोगः शप्योगः ति इति अस्ति चेत् किं भवति तत्र? जानाति न, जानाति इति कथं भवति, शप् इति अस्ति खलु, ज्ञायोगः शप्योगः ति, तत्र रूपं नास्ति भुवादिगणे, रूपं नास्ति ज्ञाधातुः, रूपं नास्ति जानाति इत्येव रूपम्। तर्हि भुवादिगणीयधातुः इति किमर्थं वयं वदामः इति चेत् केवलं घटादिगणे अन्तर्भावः अस्ति इति कृत्वा वदामः, परन्तु भुवादिगणे तु तस्य रूपाणि न सन्ति। ज्ञातिगणे उदाहरणमस्ति वा भगिनि? भुवादिगणे घटादिगणे भुवादिगणे अन्तर्गणे अस्ति, तत्र उदाहरणमस्ति वा? किम् उदाहरणं? गणे अस्ति तावदेव, गणे अन्तर्भावः तत्र न आगच्छति, मितां ह्रस्वः इति सूत्रं न, पश्यतु पश्यतु, अत्र वस्तुतः ज्ञाधातुः क्रियादिगणीयधातुः अपि च चुरादिगणीयधातुः खलु, परन्तु अर्थविशेषे मित् इति कथं जानीमः? ज्ञाधातुः अर्थविशेषे मित् इति, वस्तुतः ज्ञाधातुः यदा क्रियादिगणे अस्ति तदानीं तस्य अर्थः कः? क्रियादिगणे अर्थः अस्ति अवबोधने इति अर्थः, अपि च चुरादिगणे अर्थः अस्ति नियोगे, कुत्रापि मारणतोषणनिशामनेषु इति अर्थः नास्ति खलु। तर्हि ज्ञाधातुः मारणतोषणनिशामनेषु इत्येतेषु अर्थेषु मित् भवति इति कथं जानीमः? भुवादिगणस्य घटादिगणे तत्र तस्य उल्लेखः अस्ति ज्ञाधातोः इति कृत्वा वयं ज्ञातुं शक्नुमः, ओ अस्तु अयं धातुः मित् इति वयं ज्ञातुं शक्नुमः, परन्तु तत्र केवलम् अनुकरणमेव कृतमस्ति. पाणिनी डिड् नाट् हाव् द इण्टेन्शन् आफ् गिविङ्ग् एनी रूपस् फार् ज्ञाधातु. केवलं मित् इति वक्तुमेव तत्र अन्तर्भावः अस्ति, परन्तु ज्ञाधातोः द्वादिगणे रूपं नास्ति, ज्ञाति इति रूपं नास्ति, अथवा ज्ञाते इति रूपं नास्ति, अथवा जा इति आदेशः भवति इति चिन्तयतु. ज्ञाजनोर्जा इत्यनेन जा आदेशः भवति चेत् जाति इति रूपं नास्ति तत्र. द्वादिगणे जाति इति रूपम् अस्ति वा? नास्ति. अतः तस्य रूपं तु भवादिगणे नास्ति, परन्तु केवलं घटादिगणे अन्तर्भावः केवलं ज्ञापनार्थं यत् मितां ह्रस्वः इति भवति, प्रेरणार्थे यदा निच् प्रत्ययः भवति तदानीं मितां ह्रस्वः भवति इति ज्ञापनार्थम् एव. अथवा यदा चुरादिगणे अपि यदा भवति स्वार्थे निच् तदानीमपि विशेषार्थे वित् भवति इति ज्ञापनार्थमेव अत्र द्वादिगणे अन्तर्भावः घटादिगणे अन्तर्भावः. अवबुद्धं वा? अस्तु, इदानीम् उमा भगिनी अग्रे पठति वा? भगिनी कोऽपि प्रश्नः अस्ति वा, संशयः अस्ति वा मीना भगिनी? किमर्थं द्वादिगणे ज्ञादातुः अस्ति इति मालनतोषणनिशामनेषु दत्तं तत्र? तदेव भगिनी, यद्यपि ज्ञादातोः रूपाणि न सन्ति द्वादिगणे, केवलं घटादिगणे भवतु येन वयम् अवगन्तुं शक्नुमः विशेषार्थे अयं धातुः मित् इति ज्ञातुमेव तत्र भुवादिगणे घटादिगणे उक्तम्. परन्तु घटादिगणे उक्तम् इति कृत्वा तत्र ज्ञादातोः भुवादिगणे रूपाणि सन्ति वा, लट् लोट् लङ् इत्यादि? न, रूपाणि न सन्ति. रूपाणि सन्ति चेत् तत्र जाति इति रूपं भवेत् खलु, तादृशं रूपं नास्ति. ज्ञायोगः शप्योगः ति जा आदेशः भूत्वा जायोगः ति जाति इति रूपमस्ति वा? अतः अत्र विशेषः अस्ति, यद्यपि भुवादिगणे घटादिगणे अन्तर्भावः अस्ति परन्तु भुवादिगणे रूपाणि न सन्ति. द ओन्ली इण्टेन्शन् आफ़् प्लेसिङ्ग् इन् घटादिगणे इस् टु इण्डिकेट् इट् इस् अ मित्. तावदेव. किम् अवगतं वा? It is a myth, bhagini, M-Y-T-H. मित्येव, मित् इत्युक्ते केवलम् इत्युक्ते कुत्रचित् सङ्केतः करणीयः खलु, नो चेत् पुनः तत्र क्रियादिगणे एकः गणः स्थापनीयः अथवा कथञ्चित् वक्तव्यं भवति, ओ ज्ञादातुः मारणतोषणनिशामनेषु इत्यर्थे मित् भवति इति वक्तव्यं भवति खलु. अपि च पुनः चुरादिगणे वक्तव्यं भवति ज्ञादातुः मित् अस्ति, अथवा तत्र ज्ञपादयः षट् इत्यत्र पुनः योजयित्वा वक्तव्यं. परन्तु ज्ञपादयः षट् इत्यत्र चुरादिगणे ज्ञपादयः षट् इति अस्ति, परन्तु तत्र अर्थविशेषे नास्ति खलु. ज्ञपादयः षट् यः कोऽपि अर्थः भवतु तत्र ह्रस्वत्वं भवति स्वार्थे, अतः तत्र तु ज्ञादातोः योजनं न शक्यते. अतः मितां मित् धातुः इति कथं वक्तुं शक्यते अत्र? वक्तुं न शक्यते. अतः कुत्रचित् वक्तव्यं ज्ञादातुः यदा मारणतोषणनिशामनेषु इति अर्थे अस्ति तर्हि तस्य ह्रस्वत्वं भवति, मित् भवति धातुः इति कथञ्चित् वक्तव्यं. तत् कथं वक्तव्यम् इति चेत् एकः गणः अस्ति घटादिगणः इति, बहु दीर्घः अस्ति गणः, तत्र बहवः सदस्याः सन्ति इति कृत्वा तस्मिन् गणे एव स्थापितम्. अस्तु ज्ञादातुः अपि तत्र एव भवतु, अर्थविशेषे मित् अस्ति इति उक्तं तत्र. तत्र एव एकं सूत्रं पठितं, गणसूत्रं पठितं, ज्ञामारणतोषनिशामनेषु इति उक्तम्, अस्मिन् अर्थे मित् अस्ति इति उक्तम्. तर्हि इदानीं तत्र किम् उमा भगिनी, भवती भवत्याः पार्श्वे पाणिनीयधातुपाठः इति पुस्तकमस्ति वा? मातुः पुस्तकम् अस्ति चेत् मम पुस्तके या सङ्ख्या अस्ति ताम् अहं वदामि. भवत्याः पुस्तके कुत्र अस्ति इति अहं न जानामि, भवत्याः पार्श्वे प्रायः नूतनपुस्तकं स्यात्, परन्तु मम पुस्तके द्वितीयपरिशिष्टं धातुपाठे पठिताः अन्तर्गणाः अस्ति वा? 233 पेज् अस्ति मम पुस्तके. न श्रूयते भगिनि, उमा भगिनि. जस्ट् अ मिनिट्, ओके. भवती किमर्थं फोन् माध्यमेन न आगच्छति? वेरि डिफिकल्ट् टु हियर् यु. ऐ केन् हार्ड्लि हियर् यु. ओके, अत्र अस्ति. अन्यैः प्राप्तं वा? पुटसङ्ख्या किं भगिनि? द्वितीयपरिशिष्टं 233, पेज् 233 मम पुस्तके. तत्र प्रथमपरिशिष्टमस्ति सार्वधातुककृत् प्रत्ययः इति. तस्य अनन्तरं अपठितान्तर्गणाः. तदेव तदेव घटाद्यन्तर्गणः इति अस्ति खलु, घटादि अन्तर्गणः इति. अस्तु, अस्ति. अत्र के के दातवः इति सन्ति खलु, तत्रैव अग्रे पश्यति चेत् अर्थविशेषे मित् दातवः इति उक्तं खलु. आम् आम्, 233. द्वितीयं परिशिष्टं धातुपाठे अपुटिताः अन्तर्गणाः. श्रूयते वा? आं, घटादिगणे तत्र के के दातवः इति एकवारं वदतु. घटादयो मितः ये दातवोत्र पठ्यन्ते ते घटादयः. येषां घटादिगणे पठितानां घटादीनां धातूनां घटादयो मितः इति चलसूत्रेण निःसंज्ञा भवति. मितांसत्वः पठामि? पठतु पठतु. धातूनां निःसंज्ञा भवति, तेषाम् उपधाया तत्त्वो भवति निक् प्रत्यये. यथा कक् प्लस् निच्, अत उपधाया इति वृद्धौ काखि मितान्तस्वः इति सत्त्वे कखि कथयति, रज् रागी रगयति, तत् नाति नटयति, स्नापि स्नपयति. अग्रे तत्र बहवः दातवः सन्ति खलु, पश्यन्ति वा? ते सर्वे तत्र मितः सन्ति. तत्र नास्ति, न तदेव अहं वदामि. तत्र अग्रे अर्थविशेषे मित् दातवः इति सन्ति खलु, तत्र सूत्राणि सन्ति, गणसूत्राणि सन्ति. गणसूत्राणि अग्रिमे पृष्ठे पश्यति चेत् ज्ञामारणतोषनिशामनेषु निशानेषु इति पाठानन्तरं मारणं हिंसा तोषणं सन्तुष्टि. पठतु भगिनि अग्रिमपृष्ठे. निशानेषु इति पाठान्तरं मारणं हिंसा तोषणं सन्तुष्टिः निशामनं चाक्षुषज्ञान इति माधवः ज्ञापनमात्रनित्यन्ये. निशानेषु इति पाठान्तरं निशानं तीक्ष्णीकरणं ये स्वर्थेषु जानाति मित् तेन मृतां तत्त्वः इति हस्ते पशुं संज्ञपयति अक्षतं मारयति हरिं न्यपयति सन्तोषयति रूपं न्यपयति दर्शयति बोधयति वा करं न्यपयति तीक्ष्णीकरोति. तीक्ष्णीकरोति यप मिथ्य दुरादिः तस्यापि मारणतोषणनिशामनेष्वेव मित्वं भवति. ज्ञपयति बोधने मित्वं न भवति, ज्ञापयति ज्ञापयत्याचार्यः विज्ञापना भक्तृषु सिद्धिमेति. सुरादिगणस्य ज्ञानियोगी भिन्न तस्मादपि विज्ञापयति. भिन्न इत्युक्ते मित् न मित् न ओके ओके सोरि सोरि भिन्न तस्मादपि विज्ञापयति. चुरादिगणस्य ज्ञा नियोगे मित् न तस्मादपि विज्ञापयति. मित् नास्ति चेत् दीर्घत्वं भवति विज्ञापयति. इत्युक्ते अत्र पश्यतु गणसूत्रमस्ति खलु, ज्ञामारणतोष्णैषामनेषु इति उक्तम् इति गणसूत्रेण ज्ञायते. अत्र एतेषु अर्थेषु ज्ञाधातुः मित् अस्ति इति ज्ञायते. तदेव अत्र पश्यति चेत् अन्यानि गणसूत्राणि अपि सन्ति. घटादि अन्तर्गणः इत्यत्र एव एते सर्वे अर्थविशेषे मितः इति सर्वम् अत्र एव अस्ति. अवगतं वा मीना भगिनी? तत्र भ्वादिगणे नास्ति, घटादिगणः तत्र भ्वादिगणे अन्तर्गणे अस्ति. तत्र ज्ञा मारणदोषणनिशामेषु इति घटादिसूत्रमस्ति, सूत्रम इति अस्ति इति कृत्वा ज्ञायते. ज्ञादातोः अर्थविशेषे भवति इति ज्ञायते. तावदेव. अस्तु, अत्र समयः अतीतः, अत्र स्थगयामः वा? एकवारं पश्यन्तु अत्र किम् अस्ति इति, मातुः पुस्तके किम् अस्ति इति एकवारं दृष्ट्वा आगच्छन्तु. अत्र गणपाठस्य विषये अत्र धातोः अन्तर्गणाः के के सन्ति इति अत्र दत्तमस्ति सम्यक्तया. एकवारं पश्यन्तु के के गणाः सन्ति. ज्वलादि अन्तर्गणः, यजादि अन्तर्गणः इत्यादयः सन्ति खलु, तत् पश्यतु. किमर्थं तत्र अत्र यः गणः उक्तः अस्ति तस्य उल्लेखः सूत्रेषु अपि भवति कुत्रचित् कुत्रचित् सूत्रेषु अपि भवति. इत्युक्ते तत्र गाङ्कुटादिभ्योणिन्नित् इति एकं सूत्रमस्ति, तत्र कुटादिगणीयधातूनां ग्रहणमस्ति. अतः अत्र पश्यति चेत् कुटादिगणगणः इति अस्ति, तत्र ये धातवः सन्ति तेषां सर्वेषां ग्रहणं सूत्रेषु गणस्य उल्लेखः भवति बहुत्र. तर्हि गणः उक्तं खलु, गणस्य सदस्याः के इति चेत् अत्र एवं पठ एवं द्रष्टव्यं, सदस्याः के इति द्रष्टव्यम्. अस्तु अस्तु भगिनि, धन्यवादः भगिनि. धन्यवादः. धन्यवादः भगिनि. नमस्कारः. नमस्कारः नमस्कारः भगिनि. नमस्कारः.